तर्हि इदानीं वयं तत्र विभागस्य प्रसङ्गे स्मः. अत्र तु तत्र संयोगनाशः अपि च विभागः, तयोः मध्ये कीदृशः सम्बन्धः वर्तते, तत्र कार्यकारणभावः अस्ति वा न वा इति चर्चा प्रवर्तमाना अस्ति. तर्हि अत्र तस्मात् इदानीं आरम्भं कुर्मः. तत्र अत्र गतसप्ताहे तत्र विभागसंयोगनाशयोः तत्र मध्ये कार्यकारणभावः अस्ति, तत्र तत्र कारणस्य पूर्ववृत्तित्वम् अस्ति वा इति तत्सर्वं किञ्चित् परिशीलितवन्तः. तर्हि तस्मात् आरम्भं कुर्मः. तत्र इदानीं प्रश्नः अस्ति, तत्र अस्तु किञ्चित् पुनः गत्वा आरम्भं कुर्मः, यतोहि तेन किञ्चित् अनुवर्तनस्य लाघवं भवेत्. तर्हि ब्रह्मप्रिया भगिनी, भवती आरम्भं करोति वा? तत्र प्रश्नः द्वयोः कार्यकारणभावः न मन्यते चेत् इत्यस्मात् तथा मन्यते चेत् कुत्र किन्तु द्वयोः भेदः अस्ति इति वा? तदनन्तरं किमर्थं न समानकाले क्रिया तत्र तस्मादेव प्रश्नः अस्ति, किमर्थं न समानकाले क्रियया विभागः अपि उत्पद्यते, तस्मिन्नेव काले तया एव क्रियया संयोगनाशः अपि जायते? कार्यकारणभावसम्बन्धः अस्ति इति पूर्वम् उक्तवन्तः सिद्धान्ती. अतः प्रश्नः भवति यत् किमर्थं न समानकाले क्रियया विभागः अपि उत्पद्यते, तस्मिन्नेव काले तया एव क्रियया संयोगनाशः अपि जायते इति पूर्वपक्षिणः प्रश्नः अस्ति यत् समानकाले इत्युक्ते यदा विभागः जायते तस्मिन्नेव काले संयोगनाशः अपि समानक्रियया किमर्थं न जायते इति पूर्वपक्षिणः प्रश्नः. सिद्धान्ती वदति उत्तररूपेण, विभागसंयोगनाशयोः कार्यकारणभावः अस्ति, तदर्थं कारणस्य पूर्ववृत्तित्वं भवेत्. सः वदति यदा विभागसंयोगनाशयोः कार्यकारणभावः तु अस्ति एव, विभागः संयोगनाशस्य कारणम् इति, तदर्थं समानकाले तत्तु न भवति. किमर्थम् इत्युक्ते कार्यकारणभावः अस्ति तयोः मध्ये, कारणं तत्र निकषत्रयम् अस्ति, तत्र कारणम् इति पूर्ववृत्तित्वं भवेत्. कारणम् इति अस्मिन् स्थले विभागः, तस्य पूर्ववृत्तित्वं संयोगनाशस्य पूर्वं तस्य वृत्तित्वं भवेत् इति सिद्धान्ती वदति उत्तररूपेण. पुनः प्रश्नः आगच्छति, द्वयोः कार्यकारणभावः न मन्यते चेत् यथा भूतले सूर्यकिरणैः सस्यमपि उत्पद्यते, तस्य पार्श्वे समानकाले वृक्षः अपि उत्पद्यते, तस्य वृक्षयोः कार्यकारणभावः नास्ति, द्वयोः अपि कारणं सूर्यकिरणानि. एवमेव हस्तपुस्तकयोः संयोगः जातः, तदा हस्ते विद्यमानया क्रियया द्वयोः विभागः भवति, तस्मिन्नेव काले विभागः अपि भवति, संयोगनाशः अपि भवति, क्रियाकारणम् अस्ति द्वयोः. पुनः प्रश्नः पृच्छति पूर्वपक्षी, द्वयोः कार्यकारणभावः न मन्यते चेत्, यद् द्वयोः इत्युक्ते विभागसंयोगनाशयोः, यदा वयं कार्यकारणभावः नास्ति इति स्वीकुर्मः चेत् किं भवति इति उदाहरणरूपेण सः वदति, यदा भूतले सूर्यकिरणः इति कारणमस्ति, सस्यमपि तत्र उत्पादनं भवति, पार्श्वे समानकाले वृक्षः अपि जायते, सस्यवृक्षयोः कार्यकारणभावः नास्ति द्वयोः अपि कारणं सूर्यकिरणानि. सस्यवृक्षयोः इति यदा वयं वस्तुद्वयं स्वीकुर्मः चेत् तत्र कार्यकारणभावः नास्ति द्वयोः मध्ये, परन्तु सस्यवृक्षयोः कारणमस्ति सूर्यकिरणानि इति समानकारणं, समानकाले तदपि उत्पादनं भवति. एवमेव हस्तपुस्तकयोः संयोगः जातः तदा हस्ते विद्यमानया क्रियया द्वयोः विभागः भवति. यदा हस्तपुस्तकयोः संयोगः अस्ति तत्र यदा हस्ते विद्यमानया कश्चित् क्रियया द्वयोः विभागः अपि भवति. यस्मिन् काले विभागः भवति तस्मिन्नेव काले संयोगनाशः अपि भवति. क्रिया इति कारणमस्ति द्वयोः, द्वयोः इत्युक्ते विभागसंयोगनाशयोः कारणं क्रिया. यदा सूर्यकिरणानि तादृशं क्रियाकारणं द्वयोः इति तेषां प्रश्नः अस्ति. सम्यक्. तर्हि अग्रे सुनील् महोदय भवान् पठति वा? अत्र उत्तरमस्ति, क्रियया संयोगः जायते तदा क्रियया संयोगः नश्यति इति न भवितुम् अर्हति खलु. अतः इदानीं अत्र पुनः वदति, अत्र क्रियया संयोगः जायते तदा क्रियया एकस्यां क्रियया एव संयोगः नश्यति इति न भवितुम् अर्हति खलु इति अत्र अस्ति. किमर्थम् अनन्तरम् इत्युक्ते तत्र क्रियया संयोगः नश्यति चेत् किं भवति? अत्र एकया क्रियया संयोगः जायते संयोगः नश्यति इति द्वयमपि एकया क्रियया न भवति किल. अतः अतः पुनः अत्र प्रश्नः, क्रियान्तरं विभागः भिन्नः संयोगनाशः भिन्नः द्वयोः मध्ये कार्यकारणभावः नास्ति इति चिन्त्यते चेत् किमर्थं न समानकाले द्वावपि जायेयाताम्? अतः अत्र इदानीं पुनः प्रश्नः, क्रियान्तरम् इति इत्युक्ते एकया क्रियया अनन्तरं पुनः अन्यक्रिया अस्ति इति एव किल अत्र. इत्युक्ते प्रथमं एका क्रिया भवति येन संयोगः जायते, अनन्तरं समयानन्तरं तत्र भिन्नक्रिया तया क्रियया इदानीम् इत्युक्ते तत्र नूतनक्रिया या अस्ति तया क्रियया इदानीं संयोगनाशः इति किमर्थं तथा न भवति इति. अत्र विभागः भिन्नः संयोगनाशः भिन्नः द्वयोः मध्ये कार्यकारणभावः नास्ति इति चिन्त्यते चेत् किमर्थं न समानकाले द्वावपि जायेयाताम्? अतः अत्र विभागः भिन्नः संयोगनाशः इति अन्यः इति चिन्तयामः चेत् अत्र द्वयोः मध्ये कार्यकारणभावः नास्ति इत्यपि चिन्तयामः. तत्र समानकाले द्वयमपि जायते इति वा इति प्रश्नः अस्ति इदानीम्. वा इति प्रश्नः नास्ति वर्तुतः, तत्र प्रश्नः अस्ति तत्र तयोः मध्ये पूर्वं तयोः मध्ये कार्यकारणभावः अस्ति इति वदामः चेत् तत्र यथा रामप्रिया भगिनी उक्तवती खलु तत्र कार्यकारणभावः अस्ति चेत् पूर्ववृत्तित्वम् इति आपतति. तर्हि इदानीं पूर्वपक्षी वदति तादृशसम्बन्धः मास्तु, तादृशसम्बन्धः मास्तु मास्तु इति स्वीकुर्मः चेत् तत्र समानकाले द्वयोः उत्पत्तिः भवितुम् अर्हति किल इति तस्य प्रश्नः. परन्तु अत्र क्रियाद्वयम् अपि अस्ति किल, अत्र हा हा हा क्रियाद्वय सत्यं तत्र क्रियाद्वयम् इति स्वीकुर्मः चेत् क्रियया इदानीं संयोगनाशः जायते इति वदामः चेत् तत्र समानकाले द्वयमपि भवितुम् अर्हति खलु इति इदानीं नूतनप्रश्नः. अग्रे अग्रे पठामि वा? हा पठतु महोदय. प्रश्नद्वयमस्ति. अस्तु महोदय. एकं तु तत्र तर्कः असमीचीनमिव भाति. पूर्वस्मिन् प्रश्ने तस्मिन्नेव काले विभागः अपि भवति संयोगनाशः अपि भवति इति पूर्वपक्षिणः प्रश्नः विभागः अपि च संयोगनाशयोः मध्ये एव. किन्तु कथम् उत्तरितम् इत्युक्ते संयोगक्रियया संयोगः जायते तदा क्रियया संयोगः नश्यति इति सिद्धान्ती वदति. तत् प्रश्नः एव नास्ति किल. विभागः अपि संयोगनाशः द्वयोः मध्ये एव कार्यकारणभावः अस्ति वा न वा इति. न न सत्यं, परन्तु अत्र अत्र विषयः अस्ति तत्र सूर्यकिरणे सूर्यकिरणेन सह तत्र तोलनं अभवत् खलु. तत्र कस्य तोलनम् अभवत्? सूर्यकिरणः इव तत्र क्रिया खलु. इत्युक्ते तत्र इदानीं क्रिया तु समाना इति स्वीकृत्य यथा क्रियया इदानीं सूर्यकिरणः अस्ति चेत् तेन सस्यमपि वर्धते अपि च वृक्षः अपि इति कृत्वा तद्वत् इदानीं विभागः अपि भवतु संयोगनाशः अपि भवतु इति प्रश्नः. तर्हि तत्र उत्तरत्वेन वदति तत्र तत् स्वीकुर्मः चेत् इदानीं किम् आपतति? क्रिया इति संयोगस्य अपि कारणं संयोगनाशस्य अपि कारणम् इति भवति खलु. तर्हि एकः एव कारणं कार्यस्य अपि च कार्यनाशस्य अपि इति भवितुम् अर्हति वा इति इदानीं प्रश्नः. यद् वयं पूर्वमपि दृष्टवन्तः तदेव समस्या पुनः आगच्छति. कथं तादृशसमस्या आगच्छति? तत्र उदाहरणे सस्यमपि उत्पद्यते वृक्षः अपि उत्पद्यते. सत्यं, परन्तु तत्र सस्यं वृक्षः द्वयमपि इदानीं सूर्यकिरणैः उत्पद्यते खलु. आम्, तर्हि तद्वत् किं भवति? क्रिया जायमाना इति कृत्वा अथवा क्रिया जाता इति कृत्वा वस्तुतः विभागः अपि भवतु संयोगनाशः अपि भवतु समानकाले इति प्रश्नः. आम्, तर्हि तत् किं भवति? क्रियया संयोगः जायते इति पूर्वमेव वयम् अङ्गीकृतवन्तः. इदानीम् एतदपि अङ्गीकुर्मः चेत् किं भवति? क्रियया संयोगनाशः अपि जायते इति भवति खलु. ओ अस्तु, पूर्वं वयम् अङ्गीकृतवन्तः क्रियया संयोगः जायते इति कृत्वा तद् अत्र स्वीकृत्य प्रश्नः उत्तरं ददाति. अग्रे पठामि. अत्र उत्तरम् अस्ति इदानीं. किन्तु विभागः भिन्नः संयोगनाशः भिन्नः इति स्वीक्रियते चेत् द्वयोः कश्चन सम्बन्धः मन्तव्यः. यतोहि यत्र संयोगनाशः भवति तत्र विभागः प्रतीयते. अतः पूर्वप्रश्नस्य उत्तरम् इदानीम् अस्ति. अत्र विभागः भिन्नः संयोगनाशः अपि भिन्नः इति चिन्तयामः चेत् अत्र विभागसंयोगनाशयोर्मध्ये कश्चन सम्बन्धः इति भाति. तत्र किमर्थम् इत्युक्ते अत्र संयोगनाशः भवति तत्र विभागः इति अत्र प्रतीयते इति. अत्र पुनः प्रश्नः, द्वयोः सम्बन्धः किमर्थं वक्तव्यः? अत्र विभागसंयोगनाशयोर्मध्ये कीदृशः सम्बन्धः इति प्रश्नः पुनः. अत्र उत्तरम् तत्र कीदृशसम्बन्धः इति प्रश्नः नास्ति वस्तुतः. किमर्थं वक्तव्यः इति अत्र उत्तरमस्ति यतोहि यत्र द्वयोः संयोगः नष्टः भवति इति भवति तत्र विभागः अपि प्रतीयते यदा सहचर्यम् अनुभूयते इदानीं कश्चन सम्बन्धः भवेत् अत्र द्वयोः संयोगः नष्टः इति भवति तत्र विभागः अपि प्रतीयते यदा वयं अत्र वृक्षफलयोः सम्बन्धः संयोगः नष्टः इति वदामः चेत् तत्र विभागः अपि प्रतीयते इति अत्र यदा साहचर्यम् अनुभूयते तदानीं कश्चन सम्बन्धः भवेत् इत्युक्ते यत्र संयोगेन द्वयमपि तिष्ठति अत्र सहचर्यमेव अत्र अत्र तेन सह तस्मिन् सम्बन्धः अनुभूयते इति एव अत्र यदा सहचर्यम् इत्युक्ते किम् एकस्मिन् द्रव्यस्य समीपे अथवा संयोगेन अन्य द्रव्यः न न न तथा नास्ति सहचर्यम् इत्युक्ते तत्र तत्र किम् अस्ति संयोगः नष्टः इति भवति तत्र विभागः अपि प्रतीयते इति अस्ति खलु इत्युक्ते यत्र संयोगः संयोगनाशः अस्ति तत्र विभागः अपि अस्ति इति कृत्वा संयोगनाशः अपि च विभागः तयोः मध्ये सहचर्यम् अस्ति इति कृत्वा तर्हि तत्र यत्र संयोगनाशः तत्र विभागः इति तत्र तयोः मध्ये सहचर्यम् अस्ति चेत् पूर्वं वयं दृष्टवन्तः खलु अन्वयसहचारः व्यतिरेकसहचारः यत्र यत्र हा इति तथा तर्हि तत्र तथा अस्ति चेत् तत्र किमपि कार्यं किमपि सम्बन्धः स्यात् इति इत्युक्ते यत्र सहचर्यं दृश्यते तत्र प्रायः कश्चन सम्बन्धः अपि भवतु इति इत्युक्ते अत्र विभागस्य च संयोगनाशस्य सहचर्यम् इति अस्ति अस्ति सत्यं अतः तयोर्मध्ये कश्चन सम्बन्धः भवेत् इति उत्तरमस्ति अत्र सत्यम् अस्तु तर्हि अग्रे विद्याशङ्करमहोदय भवान् पठति वा भगिनि हा तत्र वेदान्ते एतत् मया पठितं तत्र एकः व्याप्तिः उक्तं किल सहचर्यम् अनुभूयते तदानीं कश्चन सम्बन्धः भवेत् इति तस्मिन् विषये शङ्कराचार्येण पृष्टं यत् गोः शृङ्गद्वयमस्ति किल शृङ्गद्वयं द्वययोः सहचर्यम् अस्माभिः अनुभूयते एव किन्तु तयोः मध्ये सम्बन्धः तत्र भवेत् वा इति अनेन पृष्टः सहचर्यम् अनुभूयते चेत् तदानीं सम्बन्धः भवेत् इति न वक्तुं शक्यते अस्मिन् सन्दर्भे इति सत्यम् अस्तु ओके एवमेव हा हा हा हा तत्र सम्यक् एव महोदय परन्तु तत्र तत्र तत्रापि भिन्नभिन्नदर्शनशास्त्रेषु तत्र किञ्चित् वैचित्र्यमपि अस्ति खलु इत्युक्ते तत्र प्रमाणस्य विषये अपि तथा अस्ति इति अहं जानामि तत्र अद्वैतवेदान्तिनः किञ्चित् इतोपि अधिकप्रमाणं स्वीकुर्वन्ति खलु यत् नैयायिकैः न अङ्गीक्रियते इत्यपि अस्ति तर्हि किन्तु अत्र व्याप्तिरूपेण न्यायिकानाम् एतत् स्वीकुर्वन्ति, सहचर्यम् अनुभूयते चेत् तदानीं कश्चन सम्बन्धः भवेत् इति, किन्तु तादृशं न भवितुमपि अर्हति इति अस्य उदाहरणं दास्यति ददाति. अस्तु, धन्यवादः महोदय. हा विद्याशङ्कर् महोदय, भवान् अग्रे पठति वा? अत्र प्रश्नः अस्ति, यथोक्तं भूतले सूर्यकिरणैः बहूनि सस्यानि उत्पद्यन्ते, तेषां सर्वेषां कोऽपि विशिष्टसम्बन्धो नास्ति. कुत्रचित् सस्यम् उत्पद्यते, पार्श्वे वृक्षः उत्पद्यते, द्वयोः सम्बन्धस्य वदनस्य का आवश्यकता? आवश्यकता नास्ति किल. पूर्वस्मिन् वाक्ये किमुक्तं? सहचर्यम् अनुभूयते विभागसंयोगनाशयोः, तदर्थं सम्बन्धः भवेत् इति. अत्र प्रतिपक्षी वदति सूर्यकिरण उदाहरणे सूर्यकिरणैः सस्यानि उत्पद्यन्ते, बहूनि सस्यानि उत्पद्यन्ते, तत्र एकः सस्यम् उत्पद्यते, पार्श्वे एकः वृक्षम् उत्पद्यते, तयोः विशिष्टसम्बन्धः नास्ति किल, तदर्थम् अत्र विभागसंयोगनाशयोः मध्ये सम्बन्धस्य वदनस्य का आवश्यकता? आवश्यकता नास्ति वा? नास्ति किल इति सः वदति. उत्तरम्, अस्तु तर्हि तद्वत् अत्र विभागसंयोगनाशयोः कारणं क्रिया एव भवतु इति चेत् चिन्तयामः, परन्तु सस्यवृक्षयोः नैयत्यं नास्ति. अत्र विभागसंयोगनाशयोः नियतत्वं नियमेन सहचर्यम् अस्ति. तत्र तु एकेन सस्येन साकं यत्किमपि सस्यम् उत्पद्येत, एतदेव सस्यं जायेत इति नास्ति, परन्तु अत्र विभागः अस्ति चेत् संयोगनाशः अपि भवति एव इति दृष्टं. तर्हि नियतः कश्चन सम्बन्धः अस्ति. नियतः सम्बन्धः अस्ति चेत् कार्यकारणभावो वा कश्चन भवेत् एव. अत्र सिद्धान्ती वदति तर्व अस्ति अस्तु तर्हि तद्वत् विभागसंयोगनाशयोः कारणं क्रिया एव भवतु, एका एव क्रिया द्वयोः प्रति कारणं भवतु इति चिन्तयामः. किन्तु सूर्यकिरणैः सस्यवृक्षयोः वर्धनस्थले तत्र नैयत्यं नास्ति. इत्युक्ते एकः सस्यः अस्ति चेत् अनया वृक्षः अवश्यं भवेत् इति नास्ति, अथवा एकः सस्यः अस्ति चेत् पार्श्वे अन्यः सस्यः अवश्यं भवेत् इति नियमः नास्ति. किन्तु विभागसंयोगनाशयोः मध्ये नियतत्वम् अस्ति, नियमेन ते सहचरन्ति. यत्र विभाग यत्र संयोगनाशः अस्ति तत्र विभागः अवश्यम् अस्ति इति नियतत्वम् अस्ति. नियमेन कश्चन सम्बन्धः अस्ति एव इति विचिन्तनम् आवश्यकम्. नियतः सम्बन्धः अस्ति चेत् कार्यकारणभावः अपि कश्चन भवेत् एव इति चिन्तनीयम्. पुनः प्रश्न, कश्चन सम्बन्धः नाम द्वयोः कारणं समानं, समानकारणजन्यत्वं. इदानीं प्रतिपक्षी वदति सम्बन्धः अस्ति इति, इत्युक्ते तत्र सामान्य एका एव क्रियया संयोगनाशः अपि भवति विभागः अपि भवति, तयोः तत्र कारणं समानं. यथा शुकवर्महोदयेन उक्तम्, एका एव धेनुः द्वयोः शृङ्गं प्रति कारणमेव इति सम्बन्धः भवेत् समानकारणजन्यत्वं. तत्र उत्तरम् अस्ति, तर्हि एतत् पक्षानुसारं विभागजविभागः कथम् उपपाद्यते? हस्तपुस्तकविभागः तदा कायपुस्तकविभागः इति. इदानीं सिद्धान्ति वदति समानकारजन्यत्वम् इति कारणम् इति स्वीकृतेन एतत् पक्षानुसारं हस्तपुस्तकविभागः क्रियया अस्तु, किन्तु विभागजविभागः इत्युक्ते यत्र हस्तपुस्तकविभागः भवति तेन यत्र हस्तपुस्तकसम्भः संयोगः भवति तत्र संयोगजः कायपुस्तकसंयोगः अपि भवति. तर्हि एकया क्रियया हस्तपुस्तकविभागः भवति चेत् तत्र कायपुस्तकविभागः तस्य कारणं किं? तत्र कथम् उपपाद्यते इति समस्या उपपद्यते. अग्रे गच्छामि वा? पठतु महोदय. प्रश्नः तत्रापि स्पष्टं खलु, तत्र प्रश्नः अस्ति वा? नो चेत् प्रश्नः तत्रापि विभागः च संयोगनाशः समानक्षणे भवति. तर्हि प्रतिपक्षी वदति अत्र यत्र हस्तपुस्तकविभाग कायपुस्तकविभाग तत्र तस्मिन् विषये तत्रापि विभागः च संयोगनाशः समानक्षणे भवतु. इत्युक्ते एक एव क्रियाकारणया कारणेन सर्वे विभागः संयोगनाशः भवतु समानक्षणे. उत्तरमस्ति विभागसंयोगनाशयोः कार्यकारणभावः नास्ति चेत् समानक्रियातः जायते चेत् किमर्थं द्वयोः पार्थक्यम्? इदानीं प्रति सिद्धान्ते वदति एका एव क्रियया संयोगनाशः विभागः च समानक्षणे भवति चेत् इत्युक्ते हस्तपुस्तकविभागः अपि कायपुस्तकविभागः अपि समानक्षणे भवति चेत् तयोः किमर्थं पार्थक्यं किम्? यत्र विभागसंयोग हस्तपुस्तकसंयोगनाशः एकः कायपुस्तकसंयोगनाशः भिन्नः तयोः इति पृथक्तया वयं स्वीकुर्मः. एका एव क्रिया जायते चेत् तत्र पार्थक्यं किम् इति कार्यकारणभावः नास्ति चेत्. हा, अपि च अत्र संयोगनाशः विभागः तयोः मध्ये अपि तत्र पार्थक्यं किमर्थम् इति खलु, इत्युक्ते समानकाले संयोगनाशः अपि च विभागः उत्पद्यते चेत् क्रिया इति एका एव कारणम् इति अपि स्वीकुर्मः चेत् तत्र किमर्थं संयोगनाशः इति एकः पदार्थः अपि च विभागः इति अपरः पदार्थः इति किमर्थम् इति तत्र पार्थक्यं किमर्थं द्वयोः इति तदपि तद् पूर्वमेव चिन्तितं न वा तस्मिन् विषये? हा, तत् पुनः तदेव तत्र इत्युक्ते तत्र वयं समस्या तु पुनः तदेव आगच्छति खलु इति किमर्थं तथा भवति इति. पृथक्तस्य भावः एव पार्थक्यम् इति वा? तयोः विभागसंयोगनाशयोः कार्यकारणभावः नास्ति चेत् समानक्रियातः एका एव क्रियातः जायते चेत् तयोः किमर्थं पृथक्त्वेन वक्तव्यम्? एका एव स्थितिः भवेत् तयोः. अग्रे शुकनु महोदय, भवान् पठति वा? हा, प्रश्नः. एका एव घटना दृष्टिद्वयेन द्रष्टुं शक्यते किल? सावधिकविवक्षाया विभागः इति वक्तव्यं. सावधिकविवक्षा नास्ति चेत् संयोगनाशः. घटना एका एव. एका एव घटना दृष्टिद्वयेन द्रष्टुं शक्यते किल? घटना इत्युक्ते भगिनि? इत्युक्ते एका एव परिस्थितिः. इदानीं क्रिया जाता, तदनन्तरं तत्र संयोगः नष्टः. तर्हि तस्मिन् सन्दर्भे संयोगनाशः इति एकः पदार्थः, विभागः इति अपरः पदार्थः किमर्थं? तत्र एकः एव विषयः जातः, तत्र दृष्टिद्वयेन तस्य विवरणं भवतु इति. इत्युक्ते पुनः पूर्वपक्षिणं मतम् एवम् आसीत्, विभागः संयोगनाशः एव विभागः इति वा? सत्यम्. इत्युक्ते पुनः पुनः सः तदेव तत्र साधयितुम् इच्छति. इत्युक्ते संयोगनाशः विभागः द्वयोः मध्ये भेदः न आवश्यकः इति, द्वयमपि समानम्. एतावत्पर्यन्तं मया किम् अवगतम् इत्युक्ते तत्र पक्षद्वयमिति नास्ति, किन्तु तत्र वादद्वयमस्ति पूर्वपक्षिणः. एकं तु संयोगनाशः एव विभागः इति एकं. यदि तादृशं न स्वीकुर्मश्चेत् तयोः मध्ये कार्यकारणभावः न स्वीकार्यः, विभागः भवतु संयोगनाशः इति अन्यत् पदार्थद्वयम् इति भवतु इति. हा, इत्युक्ते वस्तुतः अत्र चिन्तयामः चेत् अत्र विभागः न अतिरिक्तगुणः इति यद्वयम् आरम्भे दृष्टवन्तः खलु, तस्य एव पुनः अत्रापि प्रतिपादनम्. इत्युक्ते तत्र पुनः अत्र प्रतिपक्षी अथवा पूर्वपक्षी मतं किम् अस्ति इत्युक्ते सः पुनः पुनः तत्र विभागः इति अतिरिक्तः गुणः तस्य आवश्यकता नास्ति इति एव तस्मिन् तदर्थमेव सः वदति तत्र समानकाले भवतु इति. यतोहि समानकाले भवति इति अङ्गीकुर्मः चेत् तर्हि तत्र किमर्थं पदार्थद्वयस्य आवश्यकता इति. तत्र पुनः पुनः यत्किमपि सः वदति अन्ततो गत्वा तस्य आशयः अस्ति तत्र विभागः इति इति अतिरिक्तः गुणः न आवश्यकः इति एव. तत्र किञ्चित् मिश्रणं कृत्वा तर्कः प्रचलति इति भाति. प्रथमं तु पूर्वपक्षिणः वदति, पूर्वपक्षी वदति विभागः एव संयोगनाशः, तौ द्वौ पदार्थौ न स्तः एकमेव इति वदति. किन्तु सिद्धान्ती पृच्छति एकं तु सावधिकः अन्यन्तु तादृशं नास्ति इति कृत्वा द्वौपि एकः इति न स्वीकर्तुं शक्यते इति उत्तरितं. तदनन्तरं भवतु द्वौपि भिन्नम् इति भवतु किन्तु अनयोः मध्ये कार्यकारणभावः न स्वीकार्यः, समानकाले भवतु. विभागः अपि जायते, संयोगनाशः अपि एकस्मिन्नेव काले जायते. हा हा सत्यं, परन्तु किमर्थं तथा सः वदति इत्युक्ते तत्र अन्ततो गत्वा तयोः मध्ये तत्र तादृशसम्बन्धः किमपि नास्ति, अपि च समानकाले उत्पद्यते चेत् तत्र तदर्थमेव सः एतद् वदति खलु. इत्युक्ते तत् अङ्गीकुर्मः चेत् तर्हि तत् पुनः तत्र सः एव प्रश्नः आगच्छति किमर्थं तत्र पदार्थद्वयं तत्र घट् एकः एव विषयस्य दृष्टिद्वयमिति किमर्थं न स्वीकर्तुं शक्नुमः इति सः पुनः आदिमविषयस्य विषयं प्रति एव आगच्छति. अस्तु, एका एव घटना दृष्टिद्वयेन द्रष्टुं शक्यते. तत्र वयं जानीमः विभागः सावधिकपदार्थः, कस्मात् विभक्तम् इति वक्तव्यम् इति कृत्वा विभागः सावधिक पदार्थः, सावधिकविवक्षायां विभागः इति स्वीकुर्मः. सावधिकविवक्षा नास्ति चेत् संयोगनाशः इति स्वीकर्तुं शक्यते इति पूर्वपक्षी पुनः पृच्छति. सिद्धान्ती वदति उत्तरम्, अस्तु तर्हि एतादृशः अपि मार्गः भवितुम् अर्हति ओ इति दास्यति. न, परन्तु इदानीं कदा कथा समाप्ता नास्ति तर्हि. अस्तु, प्रश्नः भवितुम् अर्हति चेत् लाघवं किल? तर्हि विभागसंयोगनाशयोः कार्यकारणभावं विभागस्य च पूर्ववित्तित्वं त्यजाम इति पुनः पूर्वपक्षी पृच्छति. तादृशं भवितुम् अर्हति चेत् दृष्टिद्वयेन तादृशं वयं स्वीकर्तुं शक्यते चेत् तदेव लाघवं किल? किमर्थं पदार्थद्वयम् अङ्गीकर्तव्यम् इति. अपि च विभागसंयोगनाशयोः कार्यकारणभावः, विभागस्य पूर्ववृत्तित्वम्, एतत् सर्वं किमर्थं स्वीकार्यं, तत् सर्वं त्यजामः किल इति पूर्वपक्षी पृच्छति पुनः. उत्तरम् इदानीं न, किन्तु कार्यकारणभावस्य स्वीकारे नियामकं भवति अन्वयव्यतिरेक अनुविधानम्. अन्वयव्यतिरेकसहचाराभ्यां कार्यकारणभावः निर्णीयते. दण्डसत्त्वे घटसत्त्वं, दण्डाभावे घटाभावः इति अन्वयव्यतिरेकसहचारः. अन्वयव्यतिरेकसहचाराभ्यां कार्यकारणभावः इति यथा तथैव अत्रापि अन्वयव्यतिरेकसहचारौ स्तः. तदाधारेण तयोः कार्यकारणभावः स्वीकृतः. अन्वयव्यतिरेकसहचारौ एव प्रमाणं कार्यकारणभावस्य स्वीकारे. अत्र संयोगनाशस्य विभागेन साकं तादृशसहचारौ स्तः. विभागः भवति चेत् संयोगनाशः, विभागः नास्ति चेत् संयोगनाशो नास्ति, एवं च मार्गद्वयं भवतु भवतुक्तरीत्या, तदा च अत्र कार्यकारणभावः इति सिद्धान्ती तत्र वदति. विभागः अपि च संयोगनाशः इति पदार्थद्वयं वयं स्वीकुर्मश्चेत् तत्र अन्वय व्यतिरेकसहचारः अस्ति इति तत्र अन्वयव्यतिरेकसहचारः अस्ति वा न वा इति द्रष्टव्यम्. अन्वयव्यतिरेकसहचारः अस्ति चेत् कार्यकारणः कार्यकारणभावः अस्ति इति वयं दृष्टवन्तः एव. अन्वयः इत्युक्ते यत्सत्त्वे यत्सत्त्वं, यदभाव्यतिरेकः इत्युक्ते यदभावे यदभावः इति दण्डसत्त्वे घटसत्त्वं, दण्डाभावे घटाभावः इति अनयोः मध्ये अन्वयव्यतिरेकसहचारः अस्ति इति कृत्वा तयोः मध्ये कार्यकारणभावः अस्माभिः स्वीकृतः. एवमेव विभागसंयोगनाशयोः मध्ये विभागः अस्ति चेत् संयोगनाशः अपि अस्ति, विभागः नास्ति चेत् संयोगनाशः नास्ति इति कृत्वा अनयोः मध्ये अन्वयव्यतिरेकसहचारः अस्ति इति कृत्वा अनयोः मध्ये मध्यो अपि कार्यकारणभावः स्वीकर्तव्यः इति सिद्धान्तिः वदति. प्रश्नः, किन्तु द्वयोः मध्ये एकः दोषपूर्णः अपि भवितुम् अर्हति किल? किं दोषम् इति पूर्वपक्षी न उक्तं, किन्तु दोषपूर्णः अपि भवितुम् अर्हति किल इति वदति. तस्य उत्तरम् अस्ति, न द्वाभ्यामपि मार्गाभ्याम् उपपादयितुं शक्यते. इत्युक्ते अत्र मार्गद्वयम् इत्युक्ते एकमस्ति तत्र, तदेव तत्र प्रश्नः अस्ति खलु, इत्युक्ते एकः घटना दृष्टिद्वयेन द्रष्टुं शक्यते वा इति. इत्युक्ते एकमस्ति तत्र विभागः, यत्र सावधिकविवक्षा अस्ति अत्र विभागः, सावधिकविवक्षा नास्ति चेत् संयोगनाशः इति एकः मार्गः. तयोः मध्ये तत्र कार्यकारणभावः वर्तते इति द्वितीयमार्गः इति. तर्हि तत्र द्वयोः मार्गयोः मध्ये एकः तत्र दोषपूर्णः भवति खलु इति पूर्वपक्षी इदानीं पृच्छति, यतोहि तत्र मार्गद्वयमपि तत्र न भवितुम् अर्हति खलु इति. ओ, इत्युक्ते तत्र यदि एकस्य मार्गस्य स्वीकरणम् अस्माभिः कृतं चेत् अन्यस्य मार्गस्य स्वीकरणं न भवितुमर्हति इति वा? वैविध्यमस्ति इति कृत्वा. हा, इत्युक्ते प्रश्नः अस्ति तत्र मार्गद्वयमपि, मार्गद्वयस्यपि अङ्गीकारः न भवति इति. परन्तु तत्र उत्तरत्वेन इदानीं तत्र सिद्धान्ति किं वदति इति पश्यामः. हा, तत्र प्रश्नः दोषपूर्णः अपि भवितुम् अर्हति किल इत्युक्ते एकस्मिन् सन्दर्भे तादृशं भवितुम् अर्हति किल इति मम अवगमनम्. यद् भवत्या उक्तम् इदानीं तादृशं मास्तु, तयोः मध्ये विरोधः अस्ति. एकस्य एकः मार्गः स्वीकृतः चेत् अन्यमार्गः न स्वीकर्तुं शक्यते इति भवती वदति. इत्युक्ते समयानुगुणं तत्र एकः मार्गः एव स्वीकर्तुं शक्नुमः खलु इति खलु. इत्युक्ते तत्र एकम् अस्ति, तत्र द्वयमपि समानं विवक्षानुगुणं संयोगनाशः अथवा विभागः इति वदामः चेत् तस्मिन् सन्दर्भे तयोः मध्ये कार्यकारणभावः अस्ति इति वक्तुं न शक्नुमः खलु. इत्युक्ते द्वयमपि वस्तुतः तत्र विवक्षानुगुणं तत्र विभागः इति वदामः अथवा संयोगनाशः इति वदामः इति एकः मार्गः. अपरः मार्गः अस्ति विभागः भिन्नः संयोगनाशः भिन्नः द्वयोः मध्ये कार्यकारणभावः अस्ति इति. तर्हि द्वयमपि एकस्मिन् समये सत्यम् इति न भवितुम् अर्हति खलु? इत्युक्ते येन यया दृष्ट्या वयं पश्येम तया दृष्ट्या एकः एव एकः तु दोषपूर्णः भवति. इत्युक्ते दोषपूर्णः भवत्येव भवितुम् अर्हति इति लिखितम्, अतः एव मम किञ्चित् भ्रमः आगतं. भवत्येव इति वक्तव्यं किल? न, तत्र किमर्थम् इत्युक्ते तत्र उत्तरं पूर्व उत्तरं पश्यति चेत् अत्र एकं वाक्यमस्ति खलु अन्ततो गत्वा, एवं च मार्गद्वयं भवतु, भवतुक्तरीत्या तथा च अत्र कार्यकारणभावः इति. तर्हि तस्य उत्तरत्वेन इदानीं नूतनप्रश् तत्र पूर्वपक्षे वदति, परन्तु द्वयोः मार्गे एकः दोषपूर्णः अपि भवितुम् अर्हति खलु इति. इत्युक्ते तत्र संवादः खलु, तत्र संवादशैली तावदेव. अस्तु, उत्तरं न द्वाभ्यामपि मार्गाभ्याम् उपपादयितुं शक्यते, यथा दृष्टिः तथा सृष्टिः. तृतीयमार्गः अपि अस्ति. मीमांसकेषु कश्चन वदति यत् कार्यकारणभावः अपि अस्ति, द्वयोः समानकालिक उपपत्तिरपि अस्ति. यस्मिन् समये कारणं तस्मिन्नेव समये कार्यमपि. कारणपूर्ववृत्तित्वस्य आवश्यकता एव नास्ति इति तेषां मतम् इति सिद्धान्तिः वदति. तत्र द्वाभ्यां मार्गाभ्याम् उपपादयितुं शक्यते इति सिद्धान्तिः वदति. अपि च तृतीयमार्गः अपि अस्ति इति मीमांसकानां मतानुगुणं तेषां मतानुसारं कार्यकारणभावः यदा वक्तव्यं तस्मिन् सन्दर्भे कारणं कारणस्य पूर्ववृत्तित्वं तेषां मतानुगुणं न आवश्यकम्. यस्मिन् समये कार्यं जायते तस्मिन्नेव समये कारणम् अपि अस्ति चेत् पर्याप्तं, तस्य पूर्ववृत्तित्वं न आवश्यकम् इति तेषाम् इत्युक्ते मीमांसकानां मतम् इति कृत्वा तत्र तृतीय मतमपि भवितुमर्हति. किमर्थम् इत्युक्ते तादृशं ते स्वीकृतवन्तः, पूर्ववृत्तित्वम् इति न कारणस्य पूर्ववृत्तित्वम् आवश्यकम् इति ते न स्वीकृतवन्तः. तादृशमेव तेषां दृष्टिः इति कृत्वा यथा दृष्टिः तथा सृष्टिः इति भवति इति कृत्वा तत्र एतत् सर्वं तत्र मार्गद्वयमपि स्वीकर्तुं शक्यते इति सिद्धान्तिः वदति. इत्युक्ते मार्गद्वयं केवलं मार्गद्वयम् इति न, तृतीयमार्गः अपि. इत्युक्ते तत्र मार्गद्वयं यत् इत्युक्ते प्रथममार्गः द्वितीयमार्गः द्वयोः मेलनेन तृतीयमार्गः इत्यपि भवितुम् अर्हति इति वस्तुतः खलु. प्रथमं मार्गे विवक्षा, द्वितीयमार्गे तु कार्यकारणभावः, तृतीयमार्गे अपि कार्यकारणभावः एव, किन्तु तत्र समानकालिक न विवक्षा किमर्थम् आगच्छति? यतोहि समानकालिक उपपत्तिः स्वीकुर्मः चेदेव विवक्षा अनुगुणं वदति खलु. इत्युक्ते तत्र समानकाले विभागः अपि संयोगनाशः अपि भवति चेत् तर्हि तत्र विवक्षा अनुगुणं यत्किमपि वक्तुं शक्नुमः. सत्यं सत्यम्. आम्, इत्युक्ते तत्र तृतीयमार्गः मार्गद्वयं मिलित्वा प्रथम अपि च द्वितीयमार्गयोः मेलनं कृत्वा अत्र तृतीयमार्गः मीमांसकैः स्वीकृतम्. आम्, अस्तु महोदय, अग्रे. प्रश्नः, किन्तु अन्यप्रश्नः अस्ति. दण्डसत्त्वे घटसत्त्वं, दण्डाभावे घटाभावः इत्युक्तं. दण्डसत्त्वे घटसत्त्वे दण्डसत्त्वं, घटाभावे दण्डाभावः इति वक्तुं न शक्यते किल, नाम विपरीतत्वेन न उच्यते इति पूर्वपक्षी पृच्छति. कारणमस्ति चेत् कार्यं भवेत्, कारणं नास्ति चेत् कार्यः न भवति इति अन्वय व्यतिरेक सहचारः इति अस्माभिः दृष्टं. किन्तु विपरीतत्वेन इत्युक्ते कारणमस्ति चेत् कार्यमस्ति चेत् कारणमपि अस्ति, कार्यं नास्ति चेत् कारणमपि नास्ति इति न वक्तुं शक्यते इति पूर्वपक्षी पृच्छति. प्रायः अत्र व्याप्यव्यापकभावः मनसि निधाय प्रश्नं पृच्छति इति अहं मन्ये. कारणं तु व्यापकः, अधिकदेश वृत्तित्वमस्ति. कार्यः तु व्याप्यः, न्यूनदेशवृत्तित्वमस्ति इति कृत्वा व्याप्यः नास्ति चेत् व्यापकः नास्ति इति न कदापि वक्तुं शक्यते इति पूर्वपक्षी पृच्छति. किमर्थं तादृशं पृच्छति इति अहं मया न अवगतं, किन्तु प्रश्नः एतदेव इति मया अवगतम्. सत्यं महोदय, इत्युक्ते तत्र अन्वयव्यतिरेकसहचारविषयः आगच्छति इति कृत्वा तत्र किञ्चित् स्पष्टीकरणार्थं तथा पृच्छति इति चिन्तयामि. उत्तरं सत्यं, येन साकम् अन्वयव्यतिरेकसहचारौ स्तः तत् कारणं, घटस्य दण्डेन साकम् अन्वयव्यतिरेकसहचारौ स्तः अतः दण्डः कारणं. दण्डे सति घटः भवति, दण्डे असति घटः न भवति. विभागे सति संयोगनाशः भवति, विभागे असति संयोगनाशः न भवति इति उत्तरमस्ति. किन्तु प्रश्नस्य उत्तरम् एतत् कथम् इति मयि भ्रमः अस्ति. तस्य स्पष्टीकरणम् इतोपि अग्रे आगच्छति. इत्युक्ते अत्र केवलं तत्र सिद्धान्ती वदति तत्र कार्यकारणभावः कथं प्रचलति इति. इत्युक्ते तत्र अन्वयव्यतिरेकसहचारः इति वयं यदा वदामः तत्र कारणं किं कार्यं किम् इति खलु. इत्युक्ते तत्र घटस्य यस् येन साकं तत्र अन्वयव्यतिरेकव्यपचारः क्षम्यताम् अन्वयव्यतिरेकसहचारः भवति तदेव कारणम्. इत्युक्ते घटस्य दण्डेन साकं तथा भवति इति कृत्वा दण्डः कारणं, परन्तु दण्डस्य घटेन सह तादृश अन्वयव्यतिरेकसहचारौ न स्तः खलु इति कृत्वा विपरीतदिश्यां वक्तुं न शक्नुमः इति. इत्युक्ते किं, दण्डः अस्ति चेत् घटनिर्माणं भवति, दण्डः नास्ति चेत् घटनिर्माणं न भवति. परन्तु यदा इदानीं घटः अस्ति अथवा नास्ति चेत् तेन दण्डः अस्ति वा न वा इति न वक्तुं शक्नुमः. आम्, तदेव पूर्वपक्षी अपि पृच्छति किल, दण्डाभावे घटाभावे दण्डाभावः इति वक्तुं न शक्यते किल इत्येव सः पृच्छति. हा हा हा, सत्यं, तदेव न तदेव सः अपि वदति खलु. उत्तरत्वेन सः सत्यम् इति तस्यैव पुनः प्रतिपादनं करोति, विपरीतत्वेन किमपि न वदति सः. अस्तु अस्तु अस्तु. भगिनि, अत्र दण्डे सति घटः भवति इति दण्डे सति घटः भवितुम् अर्हति, कारणम् अस्ति चेत् कारणं कार्यम् अवश्यं भवति इति तु नास्ति. न, इत्युक्ते तत्र अन्यत् सामग्री सर्वम् अस्ति चेत् घटनिर्माणस्य इच्छा तत्सर्वम् अस्ति इति चिन्तयित्वा दण्डः दण्डे सति इत्युक्ते अन्वयसहचारः इत्युक्ते किं, दण्डसत्त्वे घट घटसत्त्वम् एव खलु. सत्यं भगिनि, मम विवक्षा अस्ति अत्र वाक्यमेवं स्वीकुर्मः चेत् तत्र वस्तुतः सत्यं नास्ति, किन्तु सर्वं सर्वम् अस्ति इति विचिन्त्य घटः भवति इति स्वीकर्तव्यं. सत्यं सत्यं सत्यं. हा, इत्युक्ते केवलं दण्डः अत्र अस्ति चेत् इत्युक्ते वने वा अन्यत्र कुत्रापि दण्डः तु अस्ति एव खलु, परन्तु तत्र घटः अस्ति इति नास्ति. इत्युक्ते अन्यत् सर्वं तत्र सामग्री सर्वं इत्युक्ते यानि यानि कारणानि सन्ति घटनिर्माणं प्रति, तत्सर्वम् अस्ति चेत् इदानीं दण्डः अस्ति चेत् घटनिर्माणं भवति. तदेव कार्यकारणभावः खलु. वस्तुतः तत्र कारणमस्ति चेत् कार्यं जायते इति यदा वयं वदामः, तस्य भावः अस्ति यत् सर्वाणि कारणानि तत्र सन्ति इति. तत्र एक ईश्वर इच्छा अपि अस्ति, न केवलं सामग्र्यः. सत्यं सत्यम्, ईश्वर इच्छा अपि तत्र निमित्तकारणं खलु. भगिनी, तत्र साकम् इत्युक्ते किं? सः इति सः दण्डेन सह. ओहो, अस्तु अस्तु. अन्यत् किमपि प्रश्नः अस्ति वा एता अस्मिन् विषये? अस्तु, तर्हि रामप्रिया भगिनी भवती पठति वा अग्रे. आं भगिनि, प्रश्नः, किन्तु अयं कार्यकारणभावः एकस्यां दिशि एव भवति, घटसत्त्वे दण्डसत्त्वं घटाभावे दण्डाभावः इति नास्ति, किन्तु कुत्रचित् तथा विपरीतत्वेन भवति चेत् किं वक्तव्यं भवति? तदा उभयता कार्यकारणभावः इति वा घटाभावे दण्डाभावः इति वक्तुं न शक्यते किल? यतोहि दण्डः कुत्रचित् भवति यत्र घटः न स्यात्, नाम दण्डस्य उत्पादनार्थं घटस्य आवश्यकता नास्ति. किन्तु विभागः कुत्रचित् भवति यत्र संयोगनाशः नास्ति इति वा? विभागस्य उत्पादनार्थं संयोगनाशस्य आवश्यकता नास्ति चेत् विभागः कुत्रचित् भवेत् यत्र संयोगनाशः नास्ति. विभागस्य उत्पादनार्थं संयोगनाशस्य आवश्यकता नास्ति चेत् विभागः कुत्रचित् भवेत् यत्र संयोगनाशः नास्ति. यया रीत्या दण्डस्य निर्माणार्थं घटः न अपेक्षते, अतः कुत्रचित् दण्डः भवति यत्र घटः नास्ति. एवमेव विभागः कुत्रचित् भवेत् यत्र संयोगनाशः न स्यात्. पुनः प्रश्नः, पूर्वपक्षी पृच्छति, किन्तु अयं कार्यकारणभावः एकस्यां दिशि एव भवति, एतत् कार्यकारणभावविषये यदा वयम् अन्वयव्यतिरेकसहचारौ तस्मिन् विषये परिशीलितवन्तः, अत्रापि कार्यकारणभावः एकस्यां दिशि एव भवति. उदाहरणरूपेण वदति, घटसत्त्वे दण्डसत्त्वं घटाभावे दण्डाभावः इति नास्ति. घटः अस्ति चेत् दण्डः अस्ति इति, घटः इति कार्यं, कार्यमस्ति चेत् कारणमपि अस्ति, घट अभावे दण्ड अभावः इति नास्ति. किन्तु कुत्रचित् तया विपरीतत्वेन भवति चेत् किं वक्तव्यं भवति? विपरीतत्वेन भवति चेत् किं वक्तव्यं भवति? अवगच्छति वा भगिनी तत्र किम् अस्ति? किञ्चित् भ्रमः अस्ति. अस्तु, विद्याशेखर महोदय, भवान् किञ्चित् साहाय्यं करोति वा? घटसत्त्वे दण्डसत्त्वं घटाभावे दण्डाभावः इति नास्ति, इत्युक्ते कार्यमस्ति चेत् कारणं भवेत्, किन्तु कार्य अभावे कारणाभावः इति तु नास्ति. किन्तु कुत्रचित् तथा विपरीतत्वेन भवति चेत् किं वक्तव्यं भवति? कुत्रचित् यथा तथा भवितुमर्हति वा इति चिन्तनीयं. यत्र कारणभावे कारणाभावे कार्यं कार्याभावः, कार्याभावे कारणाभावः इति भवति वा इति द्रष्टव्यम्. हा इति भवति चेत् कत् किं तत्र कार्यकारणभावस्य तत्र स्थितिः का इति, इत्युक्ते तत्र यत् वयं जानीमः तत्र पूर्वं कारणमस्ति, कारणमस्ति इति कृत्वा कार्यं जायते खलु, परन्तु इत्युक्ते यत्र यत्र दण्डः तत्र तत्र क्षम्यतां यत्र यत्र यत्र घटः तत्र तत्र दण्डः इति वयं दृष्टवन्तः, इत्युक्ते घटः दण्डः अस्ति चेत् तेन घटः जायते इति, अपि च दण्डः नास्ति चेत् घटः तत्र न भवति इति, परन्तु विपरीतदिश्यां वक्तुं शक्नुमः वा इति इदानीं प्रश्नः, इत्युक्ते तत्र घटः अस्ति इति कृत्वा दण्डः अस्ति यच्, अपि च तत्र घटः नास्ति चेत् दण्डाभावः भवति इति वयं वक्तुं शक्नुमः वा, तथा अस्ति चेत् विपरीतत्वेन भवति चेत् तत्र कथं तस्य समाधानं कर्तुं शक्नुमः इति. तदा उभयता कार्यकारणभावः इति वा, इत्युक्ते यदा विपरीतत्वेन वदामः चेदपि कार्यकारणभावः अस्ति इति वा, घटाभावे दण्डभावः इति वक्तुं न शक्यते किल, घटाभावे दण्डाभावः इति यदा कार्याभावे कारणाभावः इति वक्तुं न शक्यते किल इति वदति. यतोहि दण्डः कुत्रचित् भवति अतः यत्र घटः न स्यात्, कारणम् अस्ति चेदपि कार्यस्य उत्पादनं कुत्रचित् न भवति. यदा भवती उक्तवती वने दण्डः अस्ति तत्र घटस्य उत्पादनस्य आवश्यकता नास्ति, यदा विवक्षा अस्ति चेदेव इच्छा अस्ति चेदेव घटस्य उत्पादनं भवति. नाम दण्डस्य घटनिर्माणं प्रति तत्र दण्डः इति एकमेव कारणमिति नास्ति खलु, अन्यकारणानि अपि सन्ति, तर्हि तत्सर्वं नास्ति चेत् तत्र घटनिर्माणं न भवति, परन्तु घटनिर्माणं न जातम् इत्युक्ते घटाभावः अस्ति इति कृत्वा दण्डाभावः अस्ति इति वक्तुं न शक्नुमः खलु. नाम दण्डस्य उत्पादनार्थं घटस्य आवश्यकता नास्ति, यदा दण्डस्य उत्पादनं भवति तस्य कृते घटस्य तु आवश्यकता नास्ति, दण्डः दण्डः इति कारणस्य उत्पादनार्थं कार्यस्य आवश्यकता नास्ति घटः इति कार्यस्य. किन्तु विभागः कुत्रचित् भवति यत्र संयोगनाशः नास्ति इति वा, इदानीं यत्र तादृशं तादृशम् इति वा इति प्रश्नः, विभागः कुत्रचित् भवति यत्र संयोगः संयोगनाशः नास्ति इति वा, इत्युक्ते विभागः संयोगनाशः द्वयोः मध्ये तत्र कार्यकारणभावः कथम् इदानीं किम् इति उक्तवन्तः पूर्वं वयं, कार्यं किं कारणं किम् अत्र, विभागः इति कार्यं क्षम्यतां कारणं संयोगनाश नाशं प्रति संयोगनाशः इति कार्यं सम्यक् विभागः कारणं तत्र यदा विभागः कुत्रचित् भवति यत्र संयोगनाशः नास्ति इति वा, यदा घटस्य विषये दण्डस्य उत्पादनार्थं घटस्य आवश्यकता नास्ति इति तत्र तस्मिन् सन्दर्भे तस्मिन् उदाहरणे तदस्ति, किन्तु विभागः कुत्रचित् भवति यत्र संयोगनाशः इति कार्यं नास्ति इति वा, विभागस्य उत्पादनार्थं संयोगनाशस्य संयोगनाशस्य आवश्यकता नास्ति चेत् विभागः कुत्रचित् भवेत् यत्र संयोगनाशः नास्ति. विभागस्य उत्पादनार्थं यदा विभागः इति कारणस्य उत्पादनार्थं संयोगनाशः इति कार्यस्य आवश्यकता नास्ति चेत् यदा दण्डः घटः इति विभागः कुत्रचित् भवेत् यत्र संयोगनाशः नास्ति, विभागः इति आम् यदा वयं दण्डः विषये दृष्टवन्तः तादृशमेव विभागः कुत्रचित् भवेत् यत्र संयोगनाशः इति कार्यं नास्ति तत्र विभागः इति कार्यं भवेत्। यया रीत्या दण्डस्य निर्माणार्थं घटः न अपेक्षते अतः कुत्रचित् दण्डः भवति यत्र घटः नास्ति एवमेव विभागः कुत्रचित् भवेत् यत्र संयोगनाशः न स्यात्। यदा तादृशं दण्डस्य निर्माणार्थं घटः तु आवश्यकं नास्ति कुत्रचित् दण्डः अस्ति भवति यत्र घटः नास्ति एव तादृशमेव विभागः कुत्रचित् भवेत् विभागः इति कारणं कुत्रचित् भवेत् यत्र संयोगनाशः इति कार्यं न स्यात् इति परन्तु तथा भवति वा तथा न भवति सत्यं तदर्थमेव इदानीं तत्र प्रश्नः पृच्छति प्रतिपक्षी तत्र कार्यकारणभावः साधारणतया एकस्यां दिश्यामेव भवति खलु इदानीं परन्तु अत्र तु द्वाभ्याम् अपि अस्ति इति कृत्वा तथा भवति वा इति इदानीं तत्र कथं तस्य समाधानम् इति इदानीं प्रश्नः अग्रे पठतु उत्तरं किन्तु क्वचित् कार्यकारणयोः समनियतत्वं भवति क्वचित् च न भवति प्रकृतस्थले कार्यकारणयोः समनियतत्वम् अस्ति विभागसंयोगनाशयोः समनियतत्वं नाम समानप्रदेशता समानप्रदेशता इत्युक्ते समानस्थलम् इति किल किन्तु क्वचित् कार्यकारणयोः समनियतत्वं भवति क्वचित् न भवति उत्तररूपेण सिद्धान्ती वदति कार्यकारणयोः समनियतत्वं क्वचित् भवति क्वचित् न भवति इति कुत्रचित् भवति कुत्रचित् न भवति इति प्रकृतस्थले इत्युक्ते विभागसंयोगनाशयोः तस्मिन् स्थले कार्यकारणयोः समनियतत्वम् अस्ति समनियतत्वम् इत्युक्ते समानप्रदेशे समानस्थले द्वयोः समनियतत्वम् अस्ति नाम प्रश्नः पुनः नाम दण्डघटयोः यादृशकार्यकारणभावः अस्ति तस्मात् भिन्नकार्यकारणभावः विभागसंयोगनाशयोः पुनः प्रश्नः आगच्छति यदा समनियतत्वम् इति वदामः चेत् दण्डघटयोः यादृशकार्यकारणभावः अस्ति तादृशं नास्ति वा विभागसंयोगनाशयोः भिन्नकार्यकारणभावः अस्ति वा इति पुनः प्रश्नं पृच्छति पठामि समापयतु उत्तरं सत्यं यतोहि दण्डघटयोः असमनियतत्वं विभागसंयोगनाशयोः समनियतत्वं विभागसंयोगनाशयोः एक एव अवस्थानं भवति तदा नास्ति दण्डघटयोः स्थले सत्यम् इति वदति सत्यं किमर्थम् इत्युक्ते भिन्नकार्यकारणभावयोः यदा विभागसंयोगनाशयोः दण्डघटयोः भिन्नकार्यकारणभावः अस्ति इति आम् यतोहि दण्डघटयोः असमनियतत्वम् इत्युक्ते भिन्नप्रदेशे समानप्रदेशे नास्ति परन्तु विभागसंयोगनाशयोः समनियतत्वम् आवश्यकं तत्तु समानप्रदेशे प्रदेशम् आवश्यकम् इति विभागसंयोगनाशयोः एक एव अवस्थानं भवति एक एव इत्युक्ते समान एक एव स्थानं द्वयोः विभागसंयोगनाशयोः भवति दण्डघटयोः तु तादृशं न आवश्यकम् सम्यक् तर्हि तत्र समनियतत्वं ययोः मध्ये अस्ति तयोः मध्ये व्याप्यव्यापकभावः न वक्तुं शक्यते किल हा इत्येव दृश्यते खलु, यतोहि तत्र अधिकदेशवृत्तित्वं न्यूनदेशवृत्तित्वम् इति न भवति इति आपतति चेत् तत्र बृहत् प्रश्नः उदेति. वयं पठितवन्तः विद्यादर्व्यां व्याप्यव्यापकभावयोः अपि च कार्यकारणभावयोः मध्ये व्याप्यव्यापकभावः अस्ति इति सत्यं. किन्तु इदानीं किं पर्यवसति, समनीयतत्वं ययोः मध्ये अस्ति तयोः मध्ये व्याप्यव्यापकभावः नास्ति किन्तु कार्यकारणभावः अस्ति इति स्वीकार्यं चेत् तत्र बृहत् प्रश्नः आगच्छति किल. सत्यम् इत्युक्ते तत्र तत्र वस्तुतः प्रायः तत्र कार्यकारणभावस्य विषये वयं तत्र सर्वं न पठितवन्तः खलु. अग्रे विद्याधर्याम् आगच्छति इति चिन्तयामि, यतोहि वक्ष्यमाणकार्यकारणभावः इति एकवारं वा द्विवारं वा वयं दृष्टवन्तः. तर्हि प्रायः यदा कार्यकारणभावस्य विषये आगच्छति तदा तस्य समाधानं भवेत् इति अहं चिन्तयामि, यतोहि तत्र कीदृशः तत्र प्रायः यत् वयं दृष्टवन्तः तत्तु एकप्रकारकः कार्यकारणभावः स्यात्, अन्यप्रकारककार्यकारणभावः अपि भवेत् न जानामि, परन्तु तथा भवितुम् अर्हति. अपि च प्रायः महोदय द्रष्टुं शक्नुमः. मम मनसि एतादृशसमाधानम् उदितमस्ति अस्मिन् विषये. किञ्चित् व्याप्यव्यापकभावयोः व्याप्यव्यापक तत्र लक्षणे किञ्चित् परिवर्तनं कृत्वा अधिकदेशवृत्तित्वं व्यापकं, न्यूनदेशवृत्तित्वं व्याप्यम् इति न स्वीकुर्मः, किन्तु व्याप्यस्य अपेक्षया व्यापकः न्यूनं मा भूत् इत्येव स्वीकार्यम्. इत्युक्ते समाननियतत्वमपि व्याप्यव्यापकभावः, समाननियतत्वम् अस्ति चेत् अपि व्याप्यव्यापकभावः भवितुम् अर्हति इति. तत्र तदपि स्यात् मम मनसि अपि तत् आगतं प्रायः तदपि, इत्युक्ते तत्र न्यूनदेशवृत्तित्वम् अधिकदेशवृत्तित्वम् इति किञ्चित् बालानां सुखबोधाय इति प्रायः स्यात्. तर्हि तदर्थमेव अहम् उक्तवती यदा वयं कार्यकारणभावः अपि च व्याप्यव्यापकभावः किञ्चित् विस्तारेण पठेम तस्मिन् समये एतस्य समाधानं भवति इति अथवा भविष्यति इति मम चिन्तनम्. व्यापकस्य अधिकदेशवृत्तित्वं भवेत् इति न स्वीकार्यं, किन्तु व्यापकस्य व्याप्यापेक्षया न्यूनदेशवृत्तित्वं न भवेत् इत्येव स्वीकुर्मश्चेत् तत्र सर्वं सङ्गच्छते. सत्यं सत्यम्. अस्तु, रक्षामः. सम्यक् अस्ति एतत्. अस्तु, तर्हि सुनील् महोदय भवान् अग्रे पठति वा. आम्, सम्भाषणानन्तरं पृच्छकस्य मनसि इतोपि केचन प्रश्नाः ये अग्रिमे सम्भाषणे पृच्छन्ति. अपरेण सह आलापः. प्रश्नः: अन्वयव्यतिरेकसहचाराभ्यां कार्यकारणभावः निश्चीयते, अत्र च विभागः संयोगस्य नाशकः इति कृत्वा विभागेन संयोगनाशः उत्पद्यते. अधुना दण्डः अस्ति चेदेव घटः उत्पद्यते, किन्तु घटः नास्ति चेदपि दण्डः उत्पद्यते. यत्र यत्र दण्डः तत्र तत्र घटः इति अन्वयसहचारः. अत्र इदानीं अपरेण सह इदानीं सल्लापं करोति, अतः अत्र इदानीं पुनः प्रश्नः: अत्र अन्वयव्यतिरेकसहचाराभ्यां कार्यकारणभावः निश्चीयते एव, अत्र निश्चयमस्ति इति. अतः अत्र विभागः संयोगस्य नाशकः इति कृत्वा विभागेन संयोगनाशः उत्पद्यते, अतः अत्र संयोगनाशकस्य कारणं विभागः इति स्वीकुर्मः चेत् अत्र विभागेन संयोगनाशः भवति इति. अधुना दण्डः अस्ति चेदेव घटः उत्पद्यते, किन्तु घटः नास्ति चेत् अपि गण्डः उत्पद्यते. एवं स्वीकृत्य अत्र घटः इति कार्यं, दण्डः इति कारणम्. अतः दण्डः अस्ति चेत् एव घटः कार्यम् उत्पद्यते अत्र, परन्तु कार्यं नास्ति चेदपि अत्र दण्डः इति कारणम् अस्ति एव. यत्र यत्र दण्डः तत्र तत्र घटः इति अन्वयसहचारः. अतः एवं स्वीकृत्य यत्र दण्डः अस्ति तत्र घटः अस्ति इति चेत् अत्र अन्वयसहचारः इति. आम्, अत्र उत्तरं भवति सत्यं. तत्सत्त्वे तत्सत्त्वं, कारणसत्त्वे कार्यसत्त्वम्. अत्र दण्डसत्त्वे इत्युक्ते केवलदण्डसत्त्वम् इति न अर्थः, अपि तु सामग्र्यां सत्यां दण्डः अस्ति चेत् घटः उत्पद्यते. दण्डं विहाय अन्या सर्वा सामग्री अस्ति, किन्तु दण्डः नास्ति चेत् घटः न उत्पद्यते. अतः अत्र उत्तरम् अस्ति, अत्र सिद्धान्ती अङ्गीकरोति. अत्र सत्सत्त्वे तत्सत्त्वं, कारणसत्त्वे कार्यसत्त्वम् इति. अत्र दण्डसत्त्वे इत्युक्ते केवलदण्डसत्त्वम् इति न अर्थः. अतः अत्र दण्डः कारणम् इति अस्ति इति वदामः चेत् केवलं दण्डः एव कारणम् इति अर्थः नास्ति, अपि तु सामग्र्यां सत्यां दण्डः अस्ति चेत् घटः उत्पद्यते. दण्डम् अस्ति, अनन्तरम् अन्य सामग्री अपि अस्ति, तस्मिन् समये एव दण्डस्य उत्पादनं, घटस्य उत्पादनं भवति इति. अन्यसामग्री इत्युक्ते तत्र तत्र वस्तुतः घटनिर्माणस्य कृते या सामग्री आवश्यकी तत्सर्वम् इति खलु, इत्युक्ते तत्र किञ्चित् स्पष्टीकरणार्थमेव. केवलं दण्डः न, अन्य सामग्री अपि. हा, परन्तु अन्यसामग्री इत्युक्ते तत्र घटनिर्माणसामग्री खलु, इत्युक्ते तत्र यत्किमपि सामग्री इति नास्ति. अत्र घटमिति घटः इति कार्यम् इति कारण. दण्डं विहाय अन्या सर्वा सामग्री अस्ति, किन्तु दण्डः नास्ति चेत् घटः न उत्पद्यते. अतः अत्र घटः इति कार्यं, दण्डः नास्ति परन्तु अन्यसामग्री अस्ति, तस्मिन् समये अपि कार्यं न उत्पद्यते. इत्युक्ते अत्र दण्डः इति कारणं, दण्डं विहाय न कार्यम् उत्पद्यते इति. तत् तेनैव वयं कारणमिति निर्णयितुं शक्नुमः खलु, इत्युक्ते तत्र कार्यं कार्यनिर्माणस्य कृते यानि कारणानि अपेक्षितानि तानि सर्वाणि यदा सन्ति, तत्र एकं कारणं नास्ति चेत् कार्यनिर्माणं न भवति इति आगच्छति चेत् तत्तु कार्यस्य कारणम् इति वयं निर्णेतुं शक्नुमः. इदानीं पुनः प्रश्नः, तत्र च दण्डाभावे घटाभावः इति सत्यं, किन्तु घटाभावे दण्डाभावः इति न भवति किल. तथापि विभागसंयोगनाशयोः कार्यकारणभावः चेदपि तयोः सम्बन्धः न तथा यथा दण्डघटयोः. विभागसत्त्वे संयोगनाशसत्त्वं, विभागभावे संयोगनाशाभावः, विभाग अभावे संयोगनाश अभावः इति तु अस्ति, किन्तु संयोगनाशसत्त्वे विभागसत्त्वं, संयोगनाश अभावे विभागाभावः अपि अस्ति. अत्र उच्यते यत् विभागसंयोगनाशयोः समनियतत्वम् अस्ति, दण्डघटयोः तथा नास्ति. अतः इदानीं पुनः प्रश्नः, तत्र च गण्डाभाव दण्डाभावे घटाभावः इति सत्यं, किन्तु घटाभावे दण्डाभावः इति न भवति किल? अत्र कारणाभावे कार्याभावः इति सत्यं, परन्तु घटः नास्ति चेत् दण्डः नास्ति इति न अत्र न तादृशं न भवति। तथापि विभागसंयोगनाशयोः कार्यकारणभावः चेदपि तयोः सम्बन्धः न तथा यथा दण्डघटयोः। एवमस्ति चेदपि अत्र विभागसंयोगनाशयोः मध्ये कार्यकारणभावः अस्ति चेदपि तयोः सम्बन्धः दण्डघटयोः सम्बन्धः इव नास्ति। विभागसत्त्वे संयोगनाशसत्त्वं, विभागाभावे संयोगनाश अभावः इति तु अस्ति। अत्र विभागः अस्ति, तत्र संयोगनाशः अपि अस्ति। विभागः नास्ति चेत् संयोगनाशनाशः नास्ति इति अपि अस्ति। किन्तु संयोगनाशसत्त्वे विभागसत्त्वं, संयोगनाश अभावे विभागाभावः अपि अस्ति। यदा संयोग नाशः अस्ति चेत् विभागः अपि अस्ति, संयोगनाशः नास्ति चेत् विभागः अपि विभागः नास्ति इत्यपि अत्र अस्ति। इत्युक्ते अत्र तत्र दण्डघटयोः अपि च विभागसंयोगनाशयोः तत्र द्वयोः मध्ये विलक्षणं किम् इति अवगतवान् वा? अत्र इत्युक्ते अत्र यदा दण्डः नास्ति चेत् घटः न भवति, परन्तु घटः नास्ति चेत् दण्डः नास्ति इति वक्तुं न शक्नुमः। तदस्ति घटदण्डयोः मध्ये। एवं विभागसंयोगनाशयोः मध्ये वक्तुं न शक्नुमः, इत्युक्ते अत्र कार्यकारणभावः अस्ति तत्र, परन्तु दण्डघटयोः मध्ये इव नास्ति। इत्युक्ते अत्र विभागः अस्ति चेत् तत्र संयोगनाशः अस्ति, विभागः नास्ति चेत् संयोगनाशः नास्ति। अतः अत्र दण्डघटयोः अपेक्षया अत्र कार्यकारणयोः मध्ये सम्बन्धः भिन्नः। अतः इति तत्र न वक्तव्यं खलु वस्तुतः, यतोहि तत्र पश्यतु तत्र कार्यं तत्र दण्डः इति कारणं, घटः इति कार्यम्। इदानीं कार्याभावे कारणाभावः इति न वक्तुं शक्नुमः, यतोहि घटाभावे दण्डाभावः इति न भवति। परन्तु अत्र तथा अस्ति खलु, यतोहि अत्र किमस्ति, अत्र कार्यमस्ति संयोगनाशः, कारणमस्ति विभागः। कारणसत्त्वे कार्यसत्त्वं, कारणसत्त्वे कार्यासत्त्वम् इति तु अस्ति। यथा विभागः नास्ति चेत् संयोगनाशः नास्ति, विभागः अस्ति चेत् संयोगनाशः अस्ति। परन्तु विपरीतदिश्यामपि अस्ति खलु, इत्युक्ते कार्यं नास्ति चेत् कारणमपि नास्ति, इत्युक्ते संयोगनाशभावे विभागभावः इत्यपि अस्ति इति कृत्वा तत्र विभागसंयोगनाशयोः मध्ये समनीयतत्वं, तर्हि तदेव विलक्षणमस्ति दण्डघटयोः अपि च दण्डघट योः मध्ये यः कार्यकारणभावः अस्ति तस्य अपेक्षया तत्र तस्मात् भिन्नः अस्ति विभागसंयोगनाशयोः मध्ये विद्यमानः कार्यकारणभावः इति। अवगच्छति वा महोदय? अत्र अवगच्छामि, परन्तु अत्र द्वयमपि स्वीकार्यं वा? इत्युक्ते समानीयतत्वम् अस्ति, अनन्तरं कार्यकारणयोः मध्ये सम्बन्धः द्वयमपि हा हा कार्यकारणभावः तु अस्ति, अपि च समनीयतत्वम् अपि अस्ति इति स्वीकृतं तत्र विभागसंयोगराशयोः मध्ये. अस्तु, तर्हि अग्रे विद्याशङ्कर् महोदय भवान् पठति वा. विभागसंयोगनाशयोः मध्ये उभयथा अन्वयव्यतिरेकसहचारौ स्तः इति चेत् कथं जानीमः द्वयोः मध्ये किं कारणं, किं च कार्यं, किमर्थं न वदामः यत् संयोगनाशः कारणं विभागः कार्यं, नाम किं पूर्वं किम् अनन्तरम् इति कथं ज्ञायेत. यथा पूर्वम् उक्तं, विभागसंयोगनाशयोः मध्ये समानीयतत्वम् अस्ति, किन्तु दण्डघटयोः मध्ये तादृशसमानीयतत्वं नास्ति. तथापि द्वयोः स्तरे कार्यकारणभावः इति स्वीकृतम्, इत्युक्ते विभागः कारणं, संयोगनाशः कार्यम् इति स्वीकृतं. तर्हि इत्युक्ते विभागसंयोगनाशयोः मध्ये उभयता अन्वयव्यतिरेकसहचारौ स्तः चेत्, अन्वयव्यतिरेकसहचारौ उभयता अस्ति इत्युक्ते किं, विभागसत्त्वे संयोगनाशत्वं, विभाग अभावे संयोगनाशः अभावः इति अस्ति. किन्तु संयोगनाशसत्त्वे विभागसत्त्वं, संयोगनाश अभावे विभाग अभावः अपि अस्ति. इत्युक्ते द्वयो तादृशं समनीयतत्वम् अस्ति चेत् कथं न वक्तुं शक्नुमः संयोगनाशः कारणं विभागः कारणम् इति. किमर्थं, किं कार्यं, किं कारणं, कथं तत्र निर्णीतं, पूर्वं किम्, अनन्तरं किम् इति कथं वक्तुं शक्नुमः निश्चयेन इति प्रश्नः उदेति. उत्तरम् अस्ति, समीचीनप्रश्नः. अत्र लोकव्यवहारः विनिगमकः निर्णायकः इत्यस्मिन् विषये किञ्चित् चिन्तयाम. यदा दण्डेन घटं ताडयति तदा द्वयोः कपालयोः संयोगः नष्टः इत्यपि लोके उच्यते. द्वौ कपालौ विभक्तौ इत्यपि उच्यते. लोके विभागः संयोगनाशः इति एकः एव वस्तु इति व्यवहारः. अतः लोकव्यवहारः विनिगमकः इति वक्तुं न शक्यते. शास्त्ररीत्या वा शास्त्रीया काचित् युक्तिः अस्माभिः द्रष्टव्या. प्रश्नं समीचीनम् अस्ति, किं कारणं, किं कार्यम् इति समानीयतत्वम् अस्ति चेत् तत्र किञ्चित् अधिकं चिन्तनीयम्. अत्र लोकव्यवहारः कथं भवति इति किञ्चित् चिन्तयामः तस्मिन् विषये. अत्र लोकव्यवहारः विनिगमकः इत्युक्ते एकं निर्णयं, निर्णायकः, निर्णयं कर्तुं शक्नुमः इति वा इति भवति. द्वयो विषये द्वयमस्ति चेत् तत्र किं कथं निर्णयं कर्तुं शक्नुमः, किं सत्यं, किं वा भिन्नम् इति विषये चिन्तयामः. यदा उदाहरणं स्वीकुर्मः, दण्डेन एकः घटं ताडयति, तदा घटे कपालद्वयोः संयोगः अस्ति, कपालद्वयोः तत्र नष्टः भवति. तथा तत्र लोके उच्यते कपालौ विभक्तौ इति एका दृष्टिः, संयोगनष्टः इति एका दृष्टिः, संयोगनष्टः इति एका दृष्टिः, विभक्तौ इति अन्या दृष्टिः, द्वौ अपि लोके उच्यते. लोके इत्युक्ते लोके विभागः संयोगनाशः इति समानम् एका एव वस्तु इति व्यवहारः भवति. तस्मात् लोकव्यवहारः स्वीकृत्य तत्र विनिगमकः तत्र निर्णयं कर्तुं न शक्नुमः, किं कारणं, किं कार्यम् इति. शास्त्रीयरीत्या इतोपि युक्तिः अस्माभिः द्रष्टव्या, किम् अत्र अस्ति इति द्रष्टव्यम्. अग्रे, संयोगनाशः इति कीदृशपदार्थः इति सिद्धान्ति पृच्छति. प्रतिपक्षी वदति अभावपदार्थः इत्युक्ते संयोगनाशः इति नाशपदं तत्र अस्ति इत्युक्ते तत्र अभावः, संयोगस्य अभावः. उत्तरं सत्यं, तेन अभावपदार्थेन विभागः उत्पद्यते इति वक्तव्यं चेत् अभावेन भावपदार्थस्य उत्पत्तिः इति अङ्गीकृतं भवति. अभावपदार्थः संयोगनाशः इति सत्यं चेत् संयोगनाशः इति अभावपदार्थः, तस्मात् विभागः इति भावपदार्थः, अभावपदार्थात् भावपदार्थः उत्पद्यते इति कथं वक्तुं शक्नुमः. यत्र किमपि नास्ति तस्मात् किमपि अस्ति इति स्वीकर्तव्यं भवति. इत्युक्ते भावपदार्थेन भावपदार्थः उत्पद्यते इति स्वीकर्तव्यं भवति. अस्तु, हा, बहु सम्यक् महोदय. प्रायः अद्य अत्र समापयामः, यतोहि अनन्तरं किञ्चित् तत्र आगामिकक्षायां पठामः चेत् तत्र अनुवर्तनस्य सौलभ्यं भवति इति चिन्तयामि. तर्हि एतावत्पर्यन्तं प्रश्नः अस्ति वा? भगिनि, अहं तु अस्मि इदानीं. हा हा, अस्तु भगिनि. हा, तत्तु शृणोमि. हा हा, चिन्ता नास्ति. तर्हि अस्तु, तर्हि अद्य अत्र समापयामः. प्रश्नः अस्ति चेत् तस्मिन् विषये किञ्चित् चर्चां कृत्वा आगामिकक्षायाम् अग्रे गन्तुं शक्नुमः. अस्तु, सर्वेषां शुभरात्रिः. धन्यवादः. शुभरात्रिः. धन्यवादः.